ओके वदतु. ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. एनाक्षरसमागम समान्याय अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. ओके ॐ श्री गणेशाय नमः. ॐ श्री सरस्वत्यै नमः. नमः. सुप्रभातं सर्वेषां कृते. हा इदानीं गतावसरे यत्किमपि वयं पठितवन्तः तत् किं तस्य अवगमनम् अभवत् वा न एवमेव अहं पृच्छामि चेत् उत्तरं किं भविष्यति वदन्तु. सुनन्दा हलो. अहम् अधः उपरि गच्छामि. सुन्दरं किमपि वदति भगिनी. सुनन्दा भगिनी अस्ति. हर् वाय्स् इस् वेरि फीबल्. ओ हो हो शी स्पीकिङ्ग् इन् फेक्ट् न श्रूयते. हा न श्रूयते एव. किञ्चित् अधिकं करोतु वाल्यूम्. प्रयत्नं करोतु अधिकं कर्तुम्. न श्रूयते भगिनि. किं करोमि पुनः लागिन् करोतु. प्रयत्नं करोतु बहिः गत्वा पुनः लागिन् कर्तुं प्रयत्नं करोतु. कदाचित् समस्या सोल्यूशन् भविष्यति. नमस्ते भगिनि. कः वा का वदति? उर्मिला वदति. उर्मिला हा किं वक्तुम् इच्छति? अहम् ऐ जस्ट् से नमस्ते भगिनि. अच्छा ओके. ऐ जस्ट् किल् दट्स् वै. ओके ओके ओके. इदानीं सुन्दरं महोदय. अस्तु अस्मि. अस्ति न मम प्रश्नं तु एवम् आसीत्. गतावसरे यत्किमपि वयं पठितवन्तः तत् सम्यक्तया अवगतम् इति भवान् चिन्तयति? अस्तु भगिनि. प्रश्नं प्रष्टुं शक्नोमि? अस्तु प्रश्नं प्रष्टुं शक्नुवन्ति. अस्तु. अथवा भवतः समीपे प्रश्नमस्ति चेत् अन्यान् प्रष्टुम् इच्छति? भवान् शिक्षकरूप भवतः शिक्षकरूपम् इदानीं. अस्तु अस्तु कर्तुम् इच्छति? वदामि अहम्. ओके इदानीं भवान् न पठनं नास्ति इदानीं प्रश्नम्. प्रश्नम् एव. अस्तु भवान् इदानीं शिक्षकः इति चिन्तयतु. अन्ये सर्वे वयं छात्राः. ओके अतः कन्फर्म् कथं करिष्यति? अवगमनम् अभवत् वा न इति. अस्तु ओके पृच्छामि. सप्तमगणस्य विशेषतः किम्? सप्तमगणस्य विशेषं नैव वैशिष्ट्यं किम्? आदितः आरम्भं करोतु न महोदय. अन्तिमभागस्य किं प्रश्नं? आदितः आरम्भं करोतु न आदिमभागे किमपि अस्ति तस्मिन् विषये पृच्छतु अनन्तरम् अग्रे गच्छामः आरम्भं करोतु प्रथमप्रश्नः कस्मिन् विषये प्रथमप्रश्नः अस्ति करपत्रं द्रष्टव्यं करपत्रमस्ति अस्ति भवतः हस्ते अस्ति आम् आं भवतः कृते अन्यं कृते अहं दर्शयामि स्क्रीन् शेर् करोमि ओके ओके इदानीं प्रश्नं निर्माणं करोतु बहु सरलप्रश्नमेकमस्ति बहु सरलं गणः इत्युक्ते गणः इत्युक्ते किम् गणः इत्युक्ते किम् ओके ओके इदानीम् अहम् अधः उपरि गच्छामि हा कारणं सर्वदा ए अनन्तरं जेड् पर्यन्तम् आगच्छति इदानीम् अहं जेड् तः ए पर्यन्तं गच्छामि हा विनोदा उत्तरं दातुम् इच्छति अरे विनोदा तु गता हा ओके विनोदा भवती अस्ति वा न वेणुगोपाल् वेणुगोपाल् महोदय उत्तरं ददातु सुन्दरं महोदयस्य प्रश्नस्य मम प्रश्नः अस्ति गणः इत्युक्ते किं गणः इत्युक्ते किं वेणुगोपाल् महोदय उत्तरमस्ति गणः प्रथमगणः द्वादिगणः प्रथमगणः द्वादिगणः न महोदयस्य प्रश्नं तु किञ्चित् भिन्नम् अस्ति गणः इत्युक्ते किं गणः महर्षिपाणिनि व्याकरण निर्माणार्थं धातूना संस्कृतप्रायः धातूना दशगणे विभागित दशगणे विभागं कृतवान् दशगणे विभजनं कृतवान् तत् किम् अनन्तरं पश्यामः अस्तु दशगणः इति विभागं कृतवान् एकनिमिषम् एकनिमिषम् एकः एव बाधति चेत् सर्वे श्रोतुं शक्नुमः ओके ओके सुन्दरं महोदय समाधानं महोदय धातूनां कृते गणेषु विभजनं कृतवान् एतदस्ति गणः ओके अस्तु अस्तु समाधानम् इदानीं समानम् इदानीं धातु इत्युक्ते किम् धातुः धातु इत्युक्ते किम् ओके उर्मिला उत्तरं दातुम् इच्छति क्रियापदस्य मूलरूपं धातु इति कथ्यते धातु अर्थं निर्दिशति एकनिमिषं हा यस्य नाम अहम् आह्वयामि सा एव भविष्यति अहं पूर्णिमा इति श्रुतवती तदर्थम् अहम् उत्तरं दत्तवान् उर्मिला मोदी ओके भवत्याः पर्यायः अपि आगच्छति ओके चिन्ता मास्तु ओके उर्मिला वदतु धातुः अर्थं निर्दिशति धातुः इत्युक्ते यत् अर्थं निर्दिशति तदस्ति धातुः ओके सुन्दरं महोदय समाधानम् समाधानम् समाधानं भवति धातु ओके अर्थं निर्दिशति क्रियापदस्य मूलमपि धातु उर्मिला इतोपि एकम् अस्ति अर्थं निर्दिशति क्रियापदस्य मूलम् अस्ति ओके ज्ञातवन्तः क्रियापदस्य मूलम् अस्ति यत् अर्थमपि निर्दिशति ओके अन्य कः का वदति इदानीं प्रश्नः हा परीक्षा इति किमपि नास्ति अतः वयं परस्परम् अस्माकं परीक्षां कुर्वन् कुर्मः चेत् किं किञ्चित् दृढतया ज्ञातुं शक्नुमः अस्माकं अवगमनम् अभवत् वा न कियत्पर्यन्तम् अवगमनम् अभवत् ओके अतः एव अहम् एवं चिन्तितवती परीक्षा लघुपरीक्षा ओके इदानीं सुनन्दा भवत्याः समीपे किमपि प्रश्नमस्ति यत्किमपि वयं पठितवन्तः तस्मिन् विषये भगिनी प्रश्नः ऐमा ऐमा श्रोतुं न शक्नोमि प्रश्नं नास्ति भगिनि सरस्वती भवती श्रोतुं शक्नोति वा किञ्चित् उच्चैः वदतु आम् आं भगिनि सुनन्दा भगिनी भवती वदतु अहं पुनः वदामि सुनन्दा भवती वदतु सरस्वती मां पुनः अनुवदिष्यति ओके भवत्याः प्रश्नं किम् मम प्रश्नः कति कति गणाः सन्ति कति गणाः सन्ति इति तस्याः प्रश्नः पृष्टवन्तः कति गणाः सुन्दरमहोदयस्य प्रश्नेन वयं ज्ञातवन्तः अन्य किमपि प्रश्नः पृच्छतु सुनन्दा हा आं भगिनि अहं प्रयत्नं करोमि क्रियापदं करपत्रं पश्यतु किमपि प्रश्नं निर्माणं करोतु अस्मिन् भागे पठति पठति विभाजनं भवति पठ् धातु सा पठति इति पठति त्रयोः रीडिङ्ग् दोस् लैन्स् न एवं मा करोतु हा सुनन्दा एवं मा करोतु इदानीम् अहं शोभना कृते गच्छामि हा शोभना अस्ति वा आं भगिनि अहमस्मि किमपि प्रश्नं पृच्छतु अस्मिन् भागे हा किमस्ति अहं दर्शयामि यावत्पर्यन्तं हा अस्मिन् भागे किमपि प्रश्नं पृच्छतु ओके बहु लघु प्रश्नं हा ओके दशगणविषये वयं ज्ञातवन्तः ओके धातु अर्थं निर्दिशति मूलरूपम् अस्ति क्रियापदस्य यावत्पर्यन्तं वयं ज्ञातवन्तः अग्रे ओके विकरणप्रत्ययः कं निर्दिशति विकरणप्रत्ययः किं निर्दिशति ओके सर्वमङ्गला उत्तरमस्ति भवत्याः समीपे विकरणप्रत्ययः किं निर्दिशति विकरणप्रत्ययः गणं निर्दिशति शोभना सम्यक् अस्ति उत्तरम् आम् आं भगिनि विकरणप्रत्ययः गणं निर्दिशति ओके इदानीं सान्स्क्रिट् 71 सः कः नाम न दृश्यते अत्र सान्स्क्रिट् 71 तस्य नाम श्रीधरः श्रीधरः मम नाम श्रीधरः श्रीधरः ओके अग्रिम अवसरे सान्स्क्रिट् 71 मा लिखतु श्रीधरः लिखति चेत् भवतः नाम एव अहम् आह कथं कथं चेञ्ज् करणं ओके भवान् पाठयति अपि न सान्स्क्रिट् 71 अस्ति चेत् भवान् पाठयति अपि न ओके प्रश्ननिर्माणं विकरणप्रत्ययः अर्थं किं विकरणप्रत्ययः अर्थं किं तत्र गणं न गणं गणं निर्दिशति इति तु अन्य अन्य उत्तरमपि भवतः समीपे अस्ति वदतु वदतु विकरणप्रत्ययस्य अर्थं किं धातुः धातुः इति क्रियापदस्य मूलरूपं लैक् देट् विकरणप्रत्ययः किं ये मम प्रश्नः न तत्र उत्तरम् अभवत् तस्य विकरणप्रत्ययः गणं निर्दिशति इति अन्य किमपि भवतः मनसि अस्ति चेत् वदतु महोदय वदतु तिङ् तिङ् प्रत्ययः किं निर्दिशति तिङ् प्रत्ययः किं निर्दिशति ओके फैन् सरस्वती उत्तरं ददाति किं प्रत्ययः किं निर्दिशति सम्यक् किङ् प्रत्ययः लकारं निर्दिशति ओके महोदय समाधानं समाधानम् ओके अस्तु किङ् प्रत्ययः किं लकारं निर्दिशति ओके ओके रूपल् भवत्याः समीपे प्रश्नमस्ति अस्मिन् भागे हा रूपल् अस्ति वा न नमो नमः नमो नमः नमो नमः दर्शयामि अस्मिन् भागे प्रश्नं किम् अस्ति भवत्याः समीपे अन्यान् प्रष्टुं एतत् लघुप्रश्नः मम प्रश्नः गणाः कथं निर्मीयन्ते तत् मम प्रश्नं पुनः वदतु गणाः कथं निर्मीयन्ते दशगणाः कथं निर्मीयन्ते ओके मम समीपे तु उत्तरं नास्ति पश्यामः अन्येषां समीपे अस्ति वा रम्या भवती उत्तरं दातुं शक्नोति तस्याः प्रश्न तस्य प्रश्नस्य उत्तरं नास्ति किन्तु मम समीपे अन्य प्रश्नः अस्ति ओके किञ्चित् तिष्ठतु अस्तु अहं पुनः पृच्छामि भगिनी तत्र प्रश्नः अस्ति खलु देर् इस् विकरणप्रत्ययानां भेदेन दशगणाः निर्मीयन्ते ओके रूपल् समाधानम् आं भगिनि सम्यक् अरे सरस्वती धन्यवादः रम्या इदानीं भवत्याः प्रश्नः आं भगिनि कर्तरिप्रयोगस्य लट्लकारे क्रियापदस्य कति भागाः सन्ति पुनः वदतु प्रश्नं कर्तरि प्रयोगस्य लट्लकारे क्रियापदस्य भागः कति भागाः सन्ति भागाः ते के एके ओ ओके फैन् ओके ए बि एवमस्ति हा सविता उत्तरं दातुं शक्नोति लट् लकारस्य कर्तरिप्रयोगे कति भागाः सन्ति ओके सविता अस्ति वा न सेवेन् विभक्ति इन्टु किञ्चित् वदतु सेवेन् विभक्ति डिवैडेड् इन्टु सेवेन् विभक्ति एण्ड् त्री वचन न श्रूयते हा सम्यक्तया शी सेयिङ्ग् इट् इस् डिवैडेड् इन्टु सेवेन् विभक्तीस् एण्ड् त्री वचन रम्या उत्तरं सम्यक् अस्ति वा न ओके सविता उत्तरं सम्यक् नास्ति प्रीति तदेव प्रश्नस्य उत्तरं ददातु नमस्ते पट् अति इति त्रयः त्रयः भागः सन्ति धातुः विकरणप्रत्ययः तिङ्प्रत्ययः ओके भागत्रयमस्ति धातुः हा धातुः विकरणप्रत्ययः तिङ्प्रत्ययः इति रम्या समाधानम् आम् आम् सम्यक् ओके इदानीं पूर्णिमा हा भवती वक्तुं तु बहुकालं अहम् ऊर्वशी पूर्णिमा इति श्रुतवती तदर्थम् अहम् उक्तवती न न ऊर्वशी न अत्र अस्माकं अन्यनाम पृच्छते पूर्णिमा मया श्रुतं पूर्णिमा इति मया श्रुतं चलति चलति हा भवत्याः चिन्ता मास्तु प्रश्नमस्ति इदानीम् अग्रे गच्छामः हा अस्मिन् मार्गे यत्किमपि ज्ञातुं शक्यते तत्सर्वं ज्ञातम् इति अहं मन्ये हा एकं तु अस्ति धातवः दशगणेषु विभक्ताः सन्ति द्वितीयमस्ति किं पाणिनिना कृतमस्ति किञ्चित् मनसि स्थाप्य महोदय कृतवान् तृतीयमस्ति लट्लकारे कर्तरिप्रयोगे भागत्रयमस्ति यत्किमपि पदं क्रियापदमस्ति तस्य क्रियापदस्य भागत्रयमस्ति तदस्ति एकं धातु द्वितीयं विकरणप्रत्ययः तृतीयं तिङ्प्रत्ययः इति ओके अनन्तरम् इतोपि एकं वयं दृष्टवन्तः वा श्रुतवन्तः गणविभजनं विकरणप्रत्ययस्य आधारेण कृतमस्ति केन पाणिनिमहोदयः तेन ओके अस्माकं तु किं मित्रमस्ति न बहु दृढमित्रमस्ति इदानीम् अग्रे अग्रे गच्छामः चेत् दृढता अधिकं भविष्यति ओके इदानीं पूर्णिमा हा इदानीं भवत्याः किम् अस्ति भागम् एतत् अस्मिन् भागे भवती प्रश्नं किं निर्माणं कर्तुं शक्नोति दशगणेषु प्रथमगणस्य नाम किम् ओके हा एतत् बहु बहु बहु बहु सरलमस्ति हा पल्लवी कवान् द्वादिगणः ओके पूर्णिमा इतोपि एकं प्रश्नं पृच्छतु पल्लवी शप् प्रत्ययः ओके द्वादिगणस्य विकरणप्रत्ययः शप् प्रत्ययः ओके पूर्णिमा इतोपि प्रश्नमस्ति भवत्याः समीपे आं भगिनि वदतु गणस्य कथं विकरणप्रत्ययः कथम् आ इति परिवर्तनं भवति पल्लवी वद विकरणप्रत्यय किं विकरणप्रत्यय किं तत् कथम् आ इति परिवर्तनं भवति कथम् अ इति परिवर्तितः भवति तस्मिन् विषये पल्लवी वयं पठितवन्तः वा? आं भगिनि. ओके, पल्लवी वदतु, भवती जानाति. शक् अत्र शकार अधिक अकार अधिक पकार अस्ति, तर्हि पकारस्य तथा च शकारस्य लोपः भवति, अवशिष्टमस्ति अ स्वर अ. शकार पकार कथं गच्छति अपग अदृश्य भवन्ति तस्मिन् विषये तु वयं जानीमः वा? इतोपि न पठितवन्तः, अग्रे पठिष्यामः. ओके, ओके. इदानीम् इतोपि एकं तु अस्ति हा प्रश्न अत्र, पुनः किमपि प्रष्टुं शक्नुमः इति. कति प्रथमगणे कति धातवः सन्ति? ओ हो, तस्मिन् विषये अत्र न लिखितमस्ति. ओयि महोदय, पश्यतु अत्र तु प्रथमगणे कति. ओ, अत्र किम् अस्ति तदेव प्रष्टव्यम्. अत्र अस्ति तस्मिन् विषये प्रष्टव्यं. भवादिगणस्य प्रथमधातुः किम्? ओके, पल्लवी, वादिगणस्य प्रथमधातुः किम्? भूधातुः अस्ति. भूधातु, ओके. तदर्थं नाम भवादिगण. आम्, भू आदि इत्युक्ते वादि. अतः भवत्याः अन्य किञ्चित् धातवः वदतु. पूर्णिमा, भवत्याः सः प्रश्नः यदा द्वादिगणः इति नाम कथम् आगतम् एवं प्रश्नं पृच्छति चेत् किञ्चित् अधिकं सम्यक् भविष्यति. सत्यम्? आं भगिनि, प्रथम धातु भू अस्ति, तदर्थं गणस्य नाम द्वादिगण इति. ओके, ओके. इदानीं सीतालक्ष्मी लक्ष्मी पार्ट्नर्, सीतालक्ष्मी प्रश्नं तदेव भागस्य, पश्यतु तदेव भागस्य. अन्यप्रश्नः अस्ति चेत् पृच्छतु सीतालक्ष्मी. न, ओके. अक परिवर्तनं भवति, परिवर्तनमस्ति चेत् परिवर्तनं भवति. अग्रे अग्रे गच्छतु, प्रश्नं किं? परिवर्तनं नाम किं? परिवर्तनं, परिवर्तनं नाम किम्? कस्मिन् विषये पृच्छति? भवा गणस्य भवादिगण वादिगण गणस्य जयति इति परिवर्तनं जयति विषये पृच्छति. ओके, प्रश्नं निर्माणं करोतु. अकारस्य प्रश्नं पृच्छतु. प्रश्नं तु अस्ति, परन्तु प्रश्न वदतु न शक्नोमि. ओके, ओके, चिन्ता न, चिन्ता न कर्तव्यं. कारणं वयं पठन किं मार्गे सन्ति न स्मः. ओके, ओके, चिन्ता न. ओके, अग्रे गच्छामः. एतस्य भागस्य प्रश्नमस्ति वा मनसि? वदतु, पृच्छतु. इदानीं वयं द्वितीयगणस्य विषये पश्यामः. मनसि प्रश्नम् उद्भवति? न, प्रश्नः तु बहु अस्ति महोदय. पृच्छितुं न शक्नोमि संस्कृतेन वदतु किञ्चित् पृच्छतु न वदति चेत् स्पष्टता भविष्यति ओके महोदय लक्ष्मी लक्ष्मी अस्ति वा आं भगिनि नमो नमः ओके भवत्याः मनसि अस्ति अस्मिन् विषये किमपि प्रश्नः अदादिगणे विकरणप्रत्ययः किम् ओके सीतालक्ष्मी भवती उत्तरं ददातु लक्ष्मी प्रश्नं पृच्छति अदादिगणे विकरणप्रत्ययः किम् सीतालक्ष्मी वदतु अदादिगणे द्रष्टव्यम् ओके पश्यतु किम् अस्ति अत्र अदादिगणविकरणप्रत्ययः नास्ति महोदय नास्ति किमर्थं नास्ति लोपः भवति न अकारः अकारः लोपः भवति लुक् लोपः लुक् कारणेन विकरणप्रत्ययः अस्ति शप् इति विकरणप्रत्ययः अस्ति परन्तु तस्य लुक् इति भवति किमपि सूत्रमस्ति चेत् अस्ति पाणिनिमहोदय निर्माणं कृतवान् न अतः लुक् इति महोदय वदति चेत् तस्य लोपः भवति अतः विकरणप्रत्ययः नास्ति इति मन्ये ओके कन्नम्मा कन्नम्मा अग्रे गच्छ अस्तु मां महोदय नमस्ते महोदय तृतीय भागस्य प्रश्नमस्ति द्वितीयगणस्य द्वितीयगणस्य नाम अदादिगणः इति किमर्थं भवति ओ इन्दु इन्दु उत्तरं किम् एकनिमिषम् कन्नम्मा प्रश्नं पुनः द्वितीयगणः अदादिगणः इति तस्य नाम किमर्थं भवति ओ एकनिमिषं भवती तु द्वितीयगणविषये पृच्छति न द्वितीयगणमपि इदानीं चलति ओके द्वितीयगण तृतीयगण सर्वत्र नाम कथं निर्माणं भवति ओके इन्दु अद् अद् इत्यादयः धातवः अस्ति इति कारणेन अद् आदि अद् आदि अदादिगणः ओके इन्दु गणस्य नाम नामविषय वदतु प्रतिगणस्य दशगण दशगणाः सन्ति प्रतिगणस्य नामकरणं कथं भवति भूवादिगणस्य भू इति धातु प्रथममस्ति तु भू आदि इति कारणेन भूवादिगणः इति आगच्छति अदादिगणे अद् इति धातवः अद् आदि धातवः अस्ति अतः अदादिगणः इति आगच्छति शुद्धं वा भगिनी अस्तु भगिनि अतः इन्दु पुनः प्रतिगणस्य नामकरणं केन आधारेण भवति तस्य प्रथम धातु नामस्य आधारेण भवति प्रथमधातु तस्मिन् गणे प्रथमधातु किम् अस्ति तस्य नाम एव गणस्य नाम इति पाणिनिमहोदयेन निर्मितम् अस्ति ओके सर्वे ज्ञातवन्तः आं भगिनि चम्पा चम्पा आम् आं भगिनि हा इदानीं तृतीयगणविषये प्रश्नमस्ति तृतीयगणे धातु जुहोत्यादि इति नाम अस्ति प्रश्नं गण ऐ मीन् धातु पश्यतु मनसि किमपि प्रश्नं स्फुरति कथं विकरणं नास्ति कथं विकरणं नास्ति न एवं न प्रष्टुं शक्नुमः विकरणं तु कथम् अस्ति नास्ति न विकरणं तत्तु प्रष्टुं शक्नुमः कथं नास्ति तस्मिन् विषये तु वयं न जानीमः ओके अन्यप्रश्नः अस्ति न भगिनि हरि ओम् नमो नमः भगिनी नमो नमः किञ्चित् उच्चैः वदतु अस्मिन् विषये किमपि प्रश्नः अस्ति जुहोत्यादिविषये जुहोत्यादिगणस्य विशिष्टलक्षणं किम् चम्पा वदतु जुहोत्यादिगणस्य विशेषलक्षणं किं वा हा बहु सम्यक् चम्पा आम् आम् उत्तरं जुहोदिलक्षणम् अस्मिन् गणे अहं वदामि महोदय चम्पा आं भगिनि वदतु जुहोत्यादिगणे विशिष्टलक्षणं किम् विशेषलक्षणं किम् ओके ओके इदानीं कः वा का इतोपि मुखं न उद्घाटितवान् वा विनोदा अस्ति वा आम् आं भगिनि जुहोत्यादिगणे जुहोत्यादिगणे धातोः द्वित्वं भवति धातोः उदाहरण दा धातु ददाति ओके चम्पा अवगतम् आम् आम् अवगतम् तत् अस्ति विशेष किं केरेक्टर् ट्रेट् ओके द्वित्वम् ओके विकरणप्रत्ययः न धातोः द्वित्वं भवति प्रथमाक्षरस्य एव द्वित्वं भवति तत्तु वयं पश्यामः कारणम् अत्र केवलम् एकाक्षरी धातवः सन्ति दा धा सर्वेपि एकाक्षरी एव भवति वा अतः अत्र कुत्रापि अहं पठितवती जुहोत्यादिगणे चतुर्विंशति धातवः सन्ति इति कन्फर्म् न कृतवती कुत्रापि परह्यः वा प्रपरह्यः पठितवती ओके अतः जुहोत्यादिगणस्य विशेषलक्षणं किम् अस्ति इत्युक्ते द्वित्वं लक्षणं पश्यतु अत्र चम्पा लक्षणं धातोः द्वित्वम् ओके ओके इदानीं यावत्पर्यन्तं सर्वं स्पष्टम् इति अहं मन्ये धन्यवादः भगिनि किञ्चित् मम प्रश्नाः अपि सन्ति पश्यामः तस्य उत्तरं कः वा का ददाति के उत्तरं न मुखं न उद्घाटितवन्तः सविता न सर्वे एकवारं न्यूनातिन्यूनम् उक्तवन्तः एक्सेप्ट् विनोदा इति अहं मन्ये ओके इदानीं पश्यामः कस्याः पर्यायः दशसु गणेषु विभक्ताः विकरणप्रत्ययस्य आधारेण गणनिर्माणम् अथवा गणस्य विभजनम् अभवत् ओके इदानीं खादति इति धातु अस्ति वेणुगोपाल् महोदय धातुना इति लकाररूपम् अस्ति खादति ओके खादति इति लकाररूपम् अस्ति एतस्य विभजनं करोतु कति भागाः सन्ति ते के त्रयः भागान् खा धातु छप् प्रथमगणः छप् इति विकरणप्रत्ययः खादति इति अस्माकं हस्ते अस्ति ओके पश्यतु खादति इति अस्ति एतस्य भागत्रयं ते के भवान् उक्तवान् भागत्रयम् अस्ति ओके त्रयः भागाः सन्ति ओके ते के खा धातु खाद् विकरणप्रत्ययः खाद् धातु विकरणप्रत्ययः तीतिङ् किमस्ति विकरणप्रत्ययः ओके अनन्तरं तृतीयभागं किम् लकारः ति लकारस्य प्रत्ययः ओके अत्र आ यदस्ति एतस्य मूलरूपं किम् यत् अस्ति एतस्य मूलरूपं किं शप् ओके शप् शप् इति मूलरूपम् अस्ति तस्य अवशिष्टरूपम् अस्ति आ ओके यावत्पर्यन्तम् अवगतं सर्वे कृष्णः अस्ति प्रश्नः अस्ति न ओके कोऽपि मुखं न उद्घाटयति अहं चिन्तयामि ओके सर्वे अवगतवन्तः अग्रे गच्छामि उर्मिला उर्मिला एकनिमिषं अत्र पश्यतु सर्वत्र खाद् इति यत् वयं दृष्टवन्तः तत् समानमेव अस्ति वा किञ्चित् भिन्नता अस्ति धातु शोचति अस्ति पुनः घृतधातु द्विधातु स्रुधातु समानम् अस्ति स्रुधातु अत्र अत्र भिन्नता अस्ति ओके अस्मिन् विषये वयं पठितवन्तः न इतोपि न पठितवन्तः अग्रे पठिष्यामः परन्तु इदानीं वयं दृष्टवन्तः खाद् पत् त्री वद् तत्र तु समानम् अस्ति परन्तु शुच् वृच् जि सृ अत्र सर्वत्र किञ्चित् परिवर्तनम् अभवत् लकार पदस्य निर्माणसमये ओके यावत्पर्यन्तम् अवगतम् इदानीं पुनः किम् अस्ति प्रष्टुं शक्नोमि इति अस्ति मन्ति आस् अस्ति अत्रापि किमपि परिवर्तनं तु अभवत् विषये किमपि इदानीं चिन्ता न करोमि इत्यादि अनन्तरं हा चतुर्थगणस्य विकरणप्रत्ययः किं सुन्दरं महोदय वदतु भगिनि विकरणप्रत्ययः किम् चतुर्थगणस्य चतुर्थगणस्य विकरणप्रत्ययः शन् अस्ति शन् किन्तु यकार य एव यकार न ओ महोदय यकार न कारणं य तत्र यकार अकार द्वयमपि अस्ति एतत् मनसि स्थापनीयं य इत्युक्ते यकार अकार द्वयोः मेलनेन सम्पूर्ण य भवति ओके ओके ओके थेङ्क्यू य एव अवशिष्यते य एव अवशिष्यते इत्युक्ते प्रत्यय तु षण् अस्ति परन्तु य एव अवशिष्टभागस्य उपयोगं वयं कुर्मः ओके ओके अस्तु तत्र महोदय पुनः किञ्चित् पश्यतु हा पदनिर्माणसमये परिवर्तनं भवति वा साक्षात् य इति वयं योजयामः धातु धातु अनन्तरं य अनन्तरं ति एवं कुर्मः कुत्रापि परिवर्तनं दृश्यते अत्र न दृश्यते न दृश्यते न अतः अत्र तु परिवर्तनं न दृश्यते अनन्तरं पश्यामः यत्किमपि वयं पठामः ओके ओके धन्यवादः सुनन्दा अस्ति वा न आं भगिनि ओके सरस्वती पार्टनर्शिप् अहं न शृणोमि ओके ओके पञ्चमगणः सुनन्दा नाम किम् पञ्चमगणस्य नाम स्वादिगणः स्वादिगणः स्वादिगणः ओके नाम मा वदतु नाम अस्ति हा तत्र विसर्गं नास्ति नाम नामनी नामानि नपुंसकलिङ्गे शब्दः अस्ति तत्र विसर्गः नास्ति ओके ओके स्वादिगणस्य विकरणप्रत्ययः किम् स्वादिगणस्य विकरणप्रत्ययः श्रु श्नु श्नु ओके तस्य किम् अवशिष्टभागः वा उपयोगी भागः किम् नु एतस्य नो इति परिवर्तनम् ओके अवगतं यावत्पर्यन्तं वयं पठितवन्तः ओके अग्रे गच्छामः षष्ठगण दृष्टवन्तः कुत्र अस्ति सुनन्दा शोभना षष्टमगणस्य विषये वयं पठितवन्तः गत अवसरे आं भगिनि पठितवन्तः किञ्चित् किमपि वक्तुं शक्नोति तस्मिन् विषये सुदादि षष्ठ गणस्य प्रत्ययः एवं क्रमेण गच्छतु षष्ठगणस्य नाम तुदादिगणः अस्ति तस्य विकरणप्रत्ययः शम् श उपयोगभाग भवति ओ श अस्ति क्षम्यतां हा अहं तु सप्तमगणस्य दृष्टवती श अस्ति श अस्ति तस्य उपयोगिभागः किम् अवशिष्यते ओके अनन्तरम् अनन्तरम् उदाहरणानि पश्यतु रुदादिगण रुदादि न अहं षष्ठगणे एव तिष्ठामि तत्र किञ्चित् समस्या अस्ति पश्यतु सम्यक्तया पश्यतु विकरणप्रत्ययः किम् विकरणप्रत्ययः श श च हा अवशिष्टभागः ओके हा इदानीम् उदाहरणानि पश्यतु कृष् ओके मिल् मिल् मिल् अति मिलति साक्षात् साक्षात् योजनं भवति वा परिवर्तनं कृत्वा योजनं भवति साक्षात् भवति परिवर्तनं न भवति परिवर्तनं न भवति कथं भवति जानाति इति यद् अवशिष्यते अवशिष्टभागः अत्र अ अस्ति अन्य कुत्र अ इति विकरणप्रत्ययस्य अवशिष्टभागः वयं दृष्टवन्तः प्रथमगणे प्रथमगणे ओके अत्रापि अ अस्ति षष्टमगणे अपि अ अस्ति ओके इदानीं भिन्नता कुत्र अस्ति किञ्चित् कम्पेर् करोतु मिलति मिल् मिल् धातु अविक्रणप्रत्यय सो धातु विक्रणप्रत्यय योजयतु मिलति तिङ् तिङ् प्रत्यय किञ्चित् पुनः वदतु ओके अविकरणप्रत्ययः वादिगणे अपि वयं पश्यामः सुदादिगणे अपि वयं पश्यामः ओके इत्युक्ते अविकरणप्रत्ययः नास्ति हा एतत् मनसि दृढतया स्थापयतु अविकरणप्रत्ययः नास्ति अवशिष्टभागः विकरणप्रत्ययस्य अस्ति ओके किमर्थम् कारणं वादिगणे शप् इति विकरणप्रत्ययः अस्ति सुदादिगणे श इति अस्ति अत्र प नास्ति ओके परन्तु द्वयोः अवशिष्टभागः अ अस्ति ओके यावत्पर्यन्तम् अवगतम् इदानीं कम्पेर् करोतु उदाहरणम् अत्र उदाहरणं यद् दत्तमस्ति अनन्तरं षष्ठगणे अपि यद् उदाहरणं दत्तमस्ति किं कामन् फ्याक्टर् किम् अस्ति अस्ति अवशिष्य अस्ति तत्त्वविकरणप्रत्ययविषये परन्तु लकाररूपं पश्यतु अन्तिमरूपं पदरूपम् ओके पदरूपं तत्र किञ्चित् भिन्नता अस्ति वा ओके मिलति मिलति मिलति ओके इदानीं लेखनीयम् इति अहं चिन्तयामि तदा स्पष्टं भविष्यति कदाचित् ओके इदानीं मिलति हा मिलति ओके एतस्य भागत्रयं वदतु मिल मिल् अधिकम् अधिकं योग योग योग ति ओके ओके यावत्पर्यन्तं स्पष्टं हा समान किं समान पदं हा मिलति कम्पेर् करोतु अत्र किमपि अस्ति वा भ्वादिगणे मिलति एतस्य किं कम्पेर् कर्तुं शक्यते मिलति अथवा अन्य किम् अस्ति तत्र लिखति क्षिपति लिखति लिखति लिखति क्षिपति एतत् सर्वं तु समानम् अस्ति परन्तु भ्वादिगणे समानं किमपि दृश्यते वा तिङ्ग् क्री ओके क्रीडति समान वद् वद् वदति सूचनमस्तु क्रीड् क्रीड् तत्र तु इकाररसमस्ति वा दीर्घमस्ति दीर्घं दीर्घ दीर्घ क्षिपति लिखति तत्र रसं दीर्घं रस् रस् वा रस्वम् अत्र किमपि अस्ति वा ह्रस्व इकारस्य वादिगणे उदाहरणे वादिगणे उदाहरणे केवल क्रीड क्रीड क्रीडति दृष्टि किञ्चित् भिन्नमस्ति ओके सर्वमङ्गला भवती पश्यतु सर्वमङ्गला अन्य यत्र इकारः अस्ति पदे क्षम्यतां हा धातु क्री क्रीडति इत्यत्र क्री ईकारः अस्ति ईकारः अस्ति परन्तु वयं किं पश्यामः षष्ठगणे मिल् मिलति लिख् लिखति क्षिप् क्षिपति तत्र ईकारः अस्ति वा इकारः अस्ति इकारः क्षिप् इकारः अस्ति इकारः अस्ति द्वयोः भागयोः इकारः एव दृश्यते इत्युक्ते धातुभागे अपि पदभागे अपि इदानीं वादिगणे परिशीलनं करोतु भवती तु क्रीड् इति दृष्टवती क्रीडति तत्र तु ह्रस्व इकारः अस्ति वा दीर्घ इकारः अस्ति दीर्घ इकारः अस्ति सः कम्पेरिसन् कर्तुं शक्नुमः वा ह्रस्व इकारः कुत्रापि अस्ति वा किमपि धातु भागे मिलति इकारः मि ओय् ओय् ओय् षष्ठगणे अहं न वदामि अहं प्रथमगणे वादिगणे ह्रस्व इकारः नास्ति नास्ति ओके भवत्याः दृष्टिः अपि किञ्चित् भिन्नम् अस्ति सरस्वती भवती कुत्रापि ह्रस्व पश्यति वा जि धातुः अस्ति तत्र जयति जि जि अये शोभा सर्वमङ्गला दृश्यते शोभना सर्वमङ्गला भगिनी अत्र ह्रस्व इकारः अस्ति परन्तु पदविभागे ह्रस्व इकारः न दृश्यते न दृश्यते अत्र अस्ति अस्माकं कम्पेरिसन् पायिण्ट् ओके ओके मिल् मिलति साक्षात् अकारस्य मेलनं लिक् लिखति साक्षात् अकारस्य योजनं क्षिप् क्षिपति साक्षात् अकारस्य योजनम् ओके धनं योजनं यत्किमपि वदतु परन्तु अत्र जी जयति अत्र साक्षात् अकारस्य योजनं न भवति जी एतस्य परिवर्तनं कृत्वा अकारस्य योजनम् ओके सरस्वती दृष्टम् आं भगिनि ओके सरस्वती पुनः कुत्रापि परिवर्तनं दृश्यते वा पश्यतु तुदादिगणस्य गणे नास्ति भगिनि परिवर्तनं परन्तु ई विषये तु परिवर्तनं नास्ति. अन्य उदाहरणमपि दत्तं न कृष तत्रापि परिवर्तनं नास्ति. कृषति अत्र अस्ति वा ऋकारस्य किमपि उदाहरणं? ह्रू न न ह्रू धातु अस्ति हरति अस्ति हृ धातु अस्ति तस्य पदविभागे हरति इत्युक्ते हृ एतस्य परिवर्तनं कृत्वा अकारस्य योजनम् अभवत्. परन्तु षष्ठगणे कृष् इति धातु अस्ति साक्षात् कृ कृष् अकारयोजयित्वा कृषति इति परिवर्तनम् अथवा पदनिर्माणम् अभवत्. ओके यावत्पर्यन्तं सम्यक्तया कः वदति वदतु क्षम्यता मम एकं सन्देहम् वदतु वदतु सन्देहमस्ति चेत् सन्देहनिर्माणं निर्माणं कर्तव्यमेव निवारणं हा सन्देहनिवारणं न निर्माणं न. ओके इति धातु पट् एव पट् आसि मिलति इति धातु मिल तत्र पठ् इति धातु धातोः शप् इति सूत्रेण आ इति विकरणप्रत्ययः भवतः प्रश्नः किम् तदेव अहं न अवगतवती. मिलति ओके मिलति तत्र लिखितमस्ति पठति अपि लिखामि हा पठति. ओके एतस्य भागत्रयं के के वदतु पठ पठ पठ योगः आ योग आ योग आ अनन्तरं योग ति ओके इदानीं मिलति वदतु भवतः प्रश्नः किम् मिलति अदादिगणे सुदादिगणे पठति अदादि वादिगणे ओके हा कम्पेरिसन् विषये किम् अस्ति आ समानमस्ति ती ती समानमस्ति भिन्नता कुत्र अस्ति पट् मिल् अत्र किमस्ति मिल् इति यत् अस्ति तस्य विभजनं करोतु वर्णविभजनं करोतु मिल् इति अस्य मकार मकारः मकार अधिकम् इकारः इकारः ह्रस्व वा दीर्घ लकारः ह्रस्व इकारः वा दीर्घ इकारः महोदय आं भगिनि इकारः पुनः वदतु क्षम्यता पुनः वदतु मकार म वदति चेत् म आ द्वयमपि आगच्छति मकार वदति चेत् केवलं मकार म ओके अत्र म इति अवर् स्वरः युज्यते मकार अधिकम् इ इकार कारानन्तरं किम् अस्ति लकारः लकारः ओके इदानीम् अत्र पश्यतु पठ् तत्र किं किम् अस्ति वर्णाः पठ् एव पठ् पकार अधिकं पकार अधिकं अकार अनन्तरं ठकार ओके ओके इदानीम् अत्र पश्यतु इकार अकार भिन्नता अस्ति ओके पुनः एकः वयं पश्यामः किम् अस्ति जी जयति अस्ति न अस्माकं हस्ते जी जयति एतदपि पठ् समानम् इत्युक्ते गणस्य भिन्नता नास्ति द्वयमपि वादिगणे एव अस्ति इदानीं जी जयति जयति लिखामि जयति एतस्य विभजनं करोतु जी जी अस्ति न धातु तु जी अस्ति जी अधिकम् अधिकम् आदेशं गुणादेशं भवति अतः या इति न न एकनिमिषम् एकनिमिषं गुणादेशविषये तु वयं किमपि न दृष्टवन्तः पठितवन्तः धातु विकरणप्रत्ययः तिङ्प्रत्ययः तिङ्प्रत्ययः किम् अस्ति अत्र ओके इदानीं पश्यतु ओ क्षम्यताम् इदानीं पश्यतु जी इति अत्र अस्ति अत्र वर्णाः के जी जी इत्यत्र के वर्णाः सन्ति त्रीणि जकारः अधिकं जकारः अधिकं अकारः अस्ति न जी इति अस्ति ओ महोदय अहं केवलम् एतस्य भागस्य विषये अहं पश्यामि ओके यद्य वयं मिल् इति भागस्य कृतवन्तः मकार इकार लकार ओके अत्र केवलं जी इत्यस्य के के भागाः सन्ति जकार अधिकं किम् यकार अस्ति वा यकार तु अस्मिन् भागे अस्ति महोदय अत्र किम् अस्ति अस्ति न ओके तदनन्तरं किमपि अस्ति वा न न न केवलं धातुविषये अहं पृच्छामि अकार अति गतं अहं डिलीट् करोमि अति डिलीट् करोमि ओके करणं समानमस्ति इदानीम् एतदपि अहं डिलीट् करोमि इदानीं परिशीलनं करोतु मिल् इत्यस्य कृते म इ ल इत्युक्ते मकार इकार लकार जी अत्र लकार इकार ओके इकार इकार समानमस्ति परन्तु अत्र इकार तिष्ठति अत्र इकार तिष्ठति अत्र इकारः अस्ति वा नास्ति इत्युक्ते इकारस्य परिवर्तनम् अभवत्. ओके, अवगतम्? स्पष्टम् इदानीं? शङ्कानिवारणम् अभवत्? क्षम्यतां, मम एक सन्देह भ्रमः अस्ति. एकनिमिषं, हा, अहं वेणुगोपाल् महोदयस्य शङ्कानि दूरीकर्तुं प्रयत्नं करोमि, तदनन्तरं भवती पृच्छतु. हा, वेणुगोपाल् महोदय. अस्तु भगिनि. वेणुगोपाल् महोदय, इतोपि प्रश्नः अस्ति वा मनसि? खाद् यावत् परिमाणम् अवगतम्? खाद् आ योगः आ योगः ति. खाद् योग आ योग ति. अत्र तु आ अस्ति, ति अस्ति. यदा अहम् एतस्य करोमि, परन्तु खाद् भागे यदस्ति तत् अत्रापि अस्ति. ओके, यदा खाद् एतस्य वयं विभजनं कुर्मः, योगः आ इति खकार योग आ आकार. ओके, ख अधिकम् आ अधिकं किं धातुविषये पश्यतु. खाद् खाद् अत्र अस्मिन् भागे इ अस्ति, अत्र आ अस्ति. पद्धति तत्र अ अस्ति, परन्तु इ अस्ति चेत् परिवर्तनं भवति. मिल् मिलति, परन्तु जि जयति. यावत्पर्यन्तम् अवगतम् वेणुगोपाल् महोदय? अत्र परिवर्तनं भवति, मिलति इति धातु. इकारः अस्ति चेत् परिवर्तनं भवति. ओके, प्रथमगणे इकारः परिवर्तनं भवति, षष्टमगणे इकारः परिवर्तनं न भवति. ओके, तिष्ठति, तदेव तिष्ठति, परिवर्तनं कृत्वा न. ओके, ओके, कणमा क्षम्यतां भगिनी, एक भ्रमः अस्ति मम. जयति जकारः अधिकम् इकारः अधिकम् इ अत्र परिवर्तनं भवति, या भवति. अस्तु, अत्र सन्धि समये न कणम पुनः वदतु, आरम्भं करोतु. जयति पदं क्रियापदं, जयति पदम् अस्ति, तत्र जी धातु अस्ति. जी धातु विभजनं कृत्वा जकारः अधिकम् इ अस्ति, अधिकम् इकारः अस्ति. अस्ति, अत्र अधिकं, तदनन्तरम् अधिकम् अकारः भवति. न न न न न न न, तत्पूर्वं कार्यम् अस्ति, तस्मिन् विषये वयम् अग्रे पठिष्यामः. ओके, न अत्र मम इति सन्धिसमये ज्यका ज्यति भवितुम् अर्हति, अत्र जायति भवति, तद् विषये किञ्चित् क्लेशः अस्ति. ओके, मम मनसि मनसि किञ्चित् शृणोतु. जी अस्ति, जकार इकार एतत्तु वयं दृष्टवन्तः. अत्र जय इति अस्ति. ओके, अत्र जय यद् अस्ति अस्ति, यदा अहं तस्य परिवर्तनं जय अधिकम् अ इति करोमि चेत् ओ क्षम्यताम् अधिकम् अ इति करोमि चेत् तस्य मेल एतस्य मेलनेन किं भविष्यति जय इति सम्पूर्णं भविष्यति परन्तु चकार इकार अत्र अहम् अकारस्य मेलनम् अस्मिन् समये अहं न करिष्यामि भवती किं वदति इकार अकारयोः मेलनं कर्तव्यं न किमपि कार्यं कदाचित् भवितुम् अर्हति एतस्य कारणेन एव यकारस्य आगमनम् अभवत् ओके कारणम् अत्र अकार यकार द्वयमपि आगतं न परिवर्तनं भवति अनन्तरम् आ अस्ति न पश् किं द्रष्टव्यम् अत्र जकार जकार समानम् अस्ति अस्तु ओके पुनः अहं वदामि एकनिमिषं जयति ओके जय य अत्र ओके एतस्य अहं निष्कासयामि जय एतस्य भागं किं जकार अधिकम् अकार तदनन्तरं किम् अस्ति पुनः यकारः इकार न यकारः अस्ति जय जय इति अस्ति न तत्र विभजनम् करोमि चेत् जकार अकार यकार तदनन्तरं जय इति अस्ति पुनः अहम् अकारस्य योजनं करोमि अवगतम् इदानीम् अस्तु अस्तु अवगतम् अवगतम् अतः अवगतम् अवगतम् अतः यत् अकार अत्र दृश्यते तत्तु अकारस्य भागः अस्ति अवगतम् यद् वयं योजयामः अस्ति ओके अस्तु जयति एतस्य जय अधिकम् आ अधिकं यदा निष्कासयामि यत् अस्ति एतस्य परिवर्तनं जय इति अभवत् ओके अस्तु अस्माकं मेथमेटिक्स् सम्यक् आगच्छति इदानीं अस्तु जी जी जी जय भवति जी धातु जय भवति तदनन्तरम् एव योजयति योजयामः ओके किमर्थम् एतद् अभवत् तस्मिन् विषये अग्रे वयं पश्यामः सूत्रम् अथवा एक्स्प्लेनेशन् मिलिष्यति अवगच्छ अवगतम् अवगतम् धन्यवादः समाधानं समाधानम् अस्तु महोदय ओके बहु धन्यवादः इदानीम् अवगच्छामि किमपि शङ्का न भवितव्यम् इति अहं चिन्तयामि कारणम् अग्रे अग्रे कॉम्प्लिकेशन्स् अधिकं भविष्यति ओके इदानीमेव यत्किमपि मनसि अस्ति स्पष्टीकरणार्थं पृच्छन्तु अस्तु ओके अन्य किमपि प्रश्नः अस्ति केषां न महोदय इदानीं नास्ति अनन्तरम् अस्ति चेत् पृच्छामि धन्यवादः क्षम्यतां भगिनी मम मनसि प्रश्नं नास्ति शू धातु भवादिगणे शू शो भवति ओब्सर्वेशन् ओब्सर्वेशन् एकनिमिषम् अहं लिखामि ओके बहु सम्यक् ओब्सर्वेशन् अस्ति एतत् किमस्ति अत्र भू इति धातु अस्ति एकनिमिषं भ व ति एतस्य विभजनं करोतु बेला आम् आम् भ न न न विभजनं कथम् अहं पृच्छामि भागत्रयं यदस्ति धातु विकरणप्रत्ययः तिङ्प्रत्ययः भवधातु अप्रत्यय तिङ्प्रत्यय भव धातु नास्ति भू अस्ति धातु भू भू धातु क्षम्यतां भू अस्ति धातु दीर्घ उकार भू अधिकम् आ अधिकं ति इदानीम् इदानीं भू एतस्य एकनिमिषं तत्पूर्वं हा भवति यदस्ति एतस्य विभजनं करोतु भवति एतस्य भागस्य विभजनं करोतु भ भकार भकार अकार भकार अनन्तरम् अकार अकार अनन्तरं वकार वकार अनन्तरम् अकार अकार पुनः अनन्तरं तिङ् प्रत्यय तकार तकार त न त इत्युक्ते तकार अकार द्वयोः मेलनेन त भवति ईकार तकार अनन्तरम् इ इ भवति ह्रस्व इ ह्रस्व इकार हा ओके इदानीं पश्यतु हा अस्माकं हस्ते ति यदस्ति अत्र अस्ति हा आ यदस्ति हा तदपि अस्ति अतः एतस्य भागस्य निष्कासनं वयं कुर्मः चेत् किम् अवशिष्यते हा वदतु बेला किम् अवशिष्यते ब व भकार अकार वकार ओके वर्ग वर्णत्रयम् अवशिष्यते अस्माकं हस्ते परन्तु धातु किम् अस्ति भकार ऊकार ओके पश्यतु भकार अधिकम् ऊकार अत्र किं भवति भकार भकार तु समानमस्ति अतः तत्र तु किमपि समस्या नास्ति परन्तु ऊकारस्य अव् अभवत् न मेत्स् पश्यतु हा वर्णस्य मेथमेटिक्स् पश्यतु हा वामभाग दक्षिणभाग ओके अत्र परिवर्तनं कुत्र अभवत् भू यत्र अस्ति तत्र ऊकारस्य परिवर्तनम् अव् इति अभवत् ओके अस्तु भू स्पष्टं ओके बेला समाधानम् आं समाधानम् ओके अन्य किं किमपि अस्ति ओके एनिबडि एल्स् प्रश्नमस्ति मम एकं प्रश्नः अस्ति सन्देहः संस्कृत 71 ओके तृतीयगणे तृतीयगणे हा धातवः क्रियापदं तृतीयगणे हा धातवः क्रियापदं जहाति कथं भवति किञ्चित् उच्चैः वदतु अत्र तु वर्षा पतति अदादिगणे भवान् कस्मिन् गणस्य विषये पृच्छति अदादिगण वा जुहोत्यादिगणः जुहोत् ओके तृतीयगणः जुहोत्यादिगणः हा हा दातवः लकारक्रियापदं जहाति कथं भवति जहाति जहाति ओ तस्मिन् विषये तु वयं न पठितवन्तः प्रथमकार्यं द्वितीयं तु तत्र द्वित्वं भवति इति उक्तं हा किं धातु भवति एकनिमिषं हा एकनिमिषं जहाति ओके फैन् अहं तु राङ्ग् आरम्भं कृतवती ज हा ति ओके एतस्य ओ क्षम्यताम् एतस्य धातुभागः किं हा हा हा दीर्घम् ओके अवगतम् अवगतं तदनन्तरं किं कर्तव्यं विकरणप्रत्ययः नास्ति धातोः द्वित्वं भवति इति अतः पुनः अहं हा स्थापयामि ओके हा हा तदनन्तरम् अस्माकं तु अस्ति न तिङ् प्रत्ययः लकाररूपस्य ओके इदानीं किं भविष्यति एतस्य विषयस्य अवगमनम् अनन्तरं वयं प्राप्स्यामः प्रथमहकारस्य जकारे कथं परिवर्तनं भवति ओके एतत् एकमस्ति एकं तु अस्ति हा हा प्रथमहकारस्य परिवर्तनं जकारे तदपि ह्रस्वम् अभवत् पुनः यदा ददाति पश्यामः तत्र पश्यतु न ददाति इति अस्ति न दा दाति इति लेखनीयं न परन्तु प्रथमदकारस्य ह्रस्वम् एव वयं स्वीकृतवन्तः तदेव अत्र पश्यतु धा इति अस्ति धा धाति इति लिखितव्यं परन्तु प्रथमधा यत् अस्ति तस्य अल्पप्राणं स्वीकृतवन्तः उपरि ह्रस्व अकारस्य स्वीकरणम् अभवत् भी यदस्ति अत्रापि अल्पप्राणं स्वीकृतवन्तः ह्रस्वं स्वीकृतवन्तः एतस्य विषये अग्रिम कुत्रापि करपत्रे वयं पठिष्यामः कथम् एतस्य परिवर्तनं कर्तव्यं कस्मिन् सूत्रे एतस्य ज्ञानं वयं प्राप्नुमः ओके अस्तु भगिनि अस्तु अन्यापि प्रश्नः अस्ति नास्ति ओके अन्यान् कृते अपि पृच्छामि ओके अग्रे गन्तुं शक्नुमः ओ अग्रे गन्तुं तु न शक्नुमः कारणं समयः अभवत् अहं तु किमपि नूतनं न पाठयितवती हा यत्किमपि वयं गतवर्गे कृतवन्तः तस्य केवलं पुनरभ्यासं कृतवन्तः कियत्पर्यन्तं केवलं ज्योत्यादिगणपर्यन्तम् ओके पुनः किमपि प्रश्नः मनसि स्फुरति चेत् हा नोट् कुर्वन्तु ओके अग्रिमकक्षायां पृच्छन्तु ओके कारणम् एतत् बेस् बिल्डिङ्ग् अस्ति हा वयं किं कुर्मः व्याकरणे गणिताभ्यासं कुर्मः मम चिन्तनम् एवम् अस्ति हा गणिताभ्यासं कुर्मः अस्माकं गणित किं संख्या किं तत्र एकं द्वे त्रीणि चत्वारि न आ आ इ इ क ख ग ग एतस्य किं दिस् इस् अवर् प्लेयिङ्ग् ग्रौण्ड् वर्णाः सामान्यतया गणितविषये तु सङ्ख्या उपयोगं कृत्वा वयं क्रीडामः अत्र वयं वर्णान् स्वीकृत्य क्रीडामः ओके क्रीडामेव अस्ति पश्यन्तु न अत्र पश्यन्तु कथमस्ति हा वामभागे दक्षिणभागे किं किम् अस्ति एतस्य परिशीलनं कुर्मः ओके अवगतम् अवगतं महोदय धन्यवादः भगिनी धन्यवादः धन्यवादः धन्यवादः समापनमन्त्रं वदामि शान्तिमन्त्रम् ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः शुभदिनं धन्यवादः धन्यवादः